तर्हि अस्माकं विषयः विसर्गसन्धिः इति आसीत्, स च विषयः समाप्यमानः. अस्मिन् प्रसङ्गे एका कथा अस्ति, सप्तचत्वारिंशत्तमे पुटे अस्माकं पुस्तके. अनन्तरं नत्वम् इति विषयः आरभ्यते. तर्हि अत्र कथां पुनः आरम्भतः पठेम. अत्र लक्ष्मीभगिनी पठति वा? आं महोदय. एतं प्रसङ्गं सावधानं पठता आल्बर्ट् ऐन्स्टैन् महोदयः रिलेटिविटि थियरि इति किञ्चित् सिद्धान्तं प्रतिष्ठापितवान् कञ्चित् सिद्धान्तं प्रतिष्ठापितवान् एतस्य सिद्धान्तस्य अवगमने भौतिकशास्त्रस्य ज्ञानम् अत्यन्तम् आवश्यकं भवति. वस्तुतः भौतिकशास्त्रज्ञानाम् अपि एषः सिद्धान्तः दुरवगमः योगः एव. ऐन्स्टैनः एतं सिद्धान्तम् आविष्कृत्य कांश्चित् भौतिकशास्त्रज्ञान् सविस्तरं बोधितवान्, परन्तु तैः सह सिद्धान्तः न अवगतः योगः एव. एवं चेत् एतं सिद्धान्तं कथम् अवगमयानि इति सः नितरां चिन्तितोऽभवत्. कदाचित् तस्य मनसि विशिष्टं किमपि उदाहरणं स्फुरितं. सः चिन्तितवान् यत् यदि एतेन उदाहरणेन अहं पाठयामि तर्हि नूनं सर्वे तं सिद्धान्तं ज्ञातुं शक्नुयुः इति. अत्र विषयः कः? आल्बर्ट् ऐन्स्टैन् महोदयः रिलेटिविटि थियरि इति नाम एकं सिद्धान्तं लोके सिद्धान्तं निर्मीय तं सिद्धान्तं लोके प्रतिष्ठापितवान् इत्युक्ते प्रसिद्धं कृतवान्. तस्य सिद्धान्तस्य अवगमनार्थं भौतिकशास्त्रज्ञानम् अत्यन्तं भौतिकशास्त्रस्य ज्ञानम् अपेक्षितम्. अतः सः भौतिकशास्त्रज्ञानाम् अपि एषः सिद्धान्तः अवगमनार्थं दुष्करम् अभवत्. इत्युक्ते दुष्करः अभवत् इत्युक्ते ते अपि सः सिद्धान्तम् अवगन्तुं न शक्नुवन्ति. अतः ऐन्स्टैन् महोदयः भौतिकशास्त्रज्ञान् आविष्कृत्य इत्युक्ते सः भौतिकशास्त्रज्ञानां सिद्धान्तविषये विवरणं दत्तवान्, सविस्तरं बोधितवान्. आविष्कृत्य इति विवरणं दत्तवान्? न, आविष्कृत्य इत्युक्ते शोधकार्यं कृत्वा गवेषणं कृत्वा तथा सः विपुलीकृत्य शास्त्रज्ञान् बोधितवान्, परन्तु तैः सह सिद्धान्तः न अवगतः एव. इत्युक्ते अत्र वाक्यं कर्मणि प्रयोगे अस्ति, तेषां कृते सः सिद्धान्तः न अवगतः, तैः सह सिद्धान्तः न अवगतः इत्युक्ते ते अवगन्तुं न शक्नुवन्ति. न शक्नुवन्ति इति वर्तमानकाले इति वा? न महोदय, um, लङ् रूपम् आवश्यकम्. अथवा क्तवतु वदतु. शक्नुवन्तः न अवगन्तुं शक्नुवन्तः. न शक्नुवन्तः इति न, तत्र रूपं किम् अस्ति जयन्ति भगिनी? तत्र क्तवतु किम् अस्ति अत्र? शक्तवन्तः इति, शक्तवान्, शक्तवन्तः. तथा अस्ति चेत् एतं सिद्धान्तं कथम् अवगमयामि इति सः नितरां चिन्तितो अभवत्. इत्युक्ते यदि परिस्थितिः एवम् अस्ति चेत् अहं कथं कथम् एतं सिद्धान्तस्य विषये अध्यापनं कर्तुं शक्नोमि इति सः चिन्तितवान्. तदा तस्य मनसि एकम् उदाहरणम् उत्पन्नं जातम्. सः चिन्तितवान् यदि अहम् एतेन उदाहरणम् उपयुज्य पाठयामि चेत् सर्वे अपि एतं सिद्धान्तं ज्ञातुं शक्तवन्तः इति सः चिन्तितवान्. अत्र शक्तवन्तः इति न, अत्र किमस्ति अत्र? अत्र शक्नुयुः इति कः लकारः? शक्नुयुः लोट्लकार, लोट्लकारः इति वा? अत्र राजी भगिनी वदतु. तर्हि कस्मिन् अर्थे राजी भगिनी वदतु, अत्र शक्नुयुः इति कस्मिन् अर्थे अस्ति? शक्नुयुः इत्युक्ते अवगमनं भवेत् इति. न, विधिलिङ्ग्, हा, किन्तु विधिलिङ्ग् इति अस्य अर्थद्वयं, तत् किम्? विधिलिङ्ग् भवेयुः, शक्नुयुः सिद्धान्ततया इति वक्तव्यं, सिद्धान्ततया इति वक्तव्यं चेत् तत्र यत्र कुत्रापि विधिलिङ्ग् भवति तस्य अर्थद्वयं भवति. अर्थद्वयं किम् इति प्रश्नः. अखिला भगिनी भवति वा? सम्भावनार्थे विद्यार्थी महोदय. हा, अत्र किं सम्भावनार्थे? हा, सम्भावनार्थे. अत्र भूतकालस्य आवश्यकता नास्ति किमपि, खलु? यत्र सम्भावना अस्ति तत्र कालः अस्ति वा? न, न, सम्यक् सम्यक्. हा, अपि च हा, शक्नुयात् शक्नुयुः इति बहुवचने. हा, अस्तु. तर्हि अत्र यदि यदि अस्तु यदि कर्मणि प्रयोगे भवति तर्हि किमस्ति अथवा भावे इति इति इति विद्याभगिनी वदतु. इदं वाक्यं यदि भावे प्रयोगे भवति, अन्तिमवाक्यं वा महोदय? यदि एतेन उदाहरणेन अहं पाठयामि तर्हि नूनं सर्वे तं सिद्धान्तं ज्ञातुं शक्नुयुः. एतेन उदाहरणेन अहं पाठयामि तर्हि तं सिद्धान्तं कर्मणि प्रयोगे वा अथवा भावे प्रयोगे? कर्मणि भावे, यथा उचितं, यथोचितं. मया यदि यदि यदि एतेन उदाहरणेन मया एषः सिद्धान्तः प पठ्येयम् अत्र कः लकारः पाठयामि इति कः लकारः पाठयामि इति लट् लकारः तावदेव तर्हि लटि पाठ्यते पाठ्यां पाठ्यते इति भवति प्रथमपुरुष एकवचने मया यदि एतेन उदाहरणेन मया एषः सिद्धान्तः सम्यक् एव एकनिमिषं महोदय पाठ्ये यदि अहम् एषः सिद्धान्तः पाठ्ये अहम् अथवा किम् अत्र क्षम्यतां यदि एतेन उदाहरणेन मया एषः सिद्धान्तः पाठ्ये अत्र किं सुब्रह्मण्यं तत्र किञ्चित् सहायं करोति वा अत्र अयमांशः एव अस्तु महोदय अत्र यदि मया पठ्येत तर्हि पठ्येत अत्र अत्र पाठयामि इति कः लकारः पाठयामि इति वर्तमानकाले अस्ति अतः लट् लकारे अतः अत्र पाठ्ये पठति पठेत् एकनिमिषं महोदय किञ्चित् सर्वेषां विस्मरणं जातमस्ति तत्र किल भगिनि वदतु कृपया किल भगिनि यदि एतेन उदाहरणेन मया पाठ्येत तर्हि नूनं पाठ्येत इति किं भविष्यति अत्र अत्र पाठ्यते महोदय पाठ्यते तर्हि यदि एतेन उदाहरणेन मया पाठ्यते तर्हि नूनं सर्वैः सः सिद्धान्तः ज्ञातुं शक्येत शक्यते एव खलु भगिनि शक्नुयुः इति अस्ति खलु पुनः वदामि वा महोदय यदि एतेन उदाहरणेन मया पाठ्यते तर्हि नूनं सर्वैः सः सिद्धान्तः ज्ञातुं शक्येत इति सम्यक् अस्ति इदानीं सम्यक् अस्ति विद्याभगिनी तत्र अस्माकं मनसि किं स्यात् इति चेत् तत्र कर्मणि प्रयोगे क्रियापदस्य रूपं कर्मणा सह भवति न तु कर्तुः अनुगुणम् अस्तु कर्मपदस्य अतः नाम उत्तमपुरुषस्य नितरां न भवति तत्र यद्यपि मया इति अस्ति इति उत्तमपुरुषः किन्तु तदनुसृत्य न भवति अत्र प्रथमपुरुषः न तु उत्तमपुरुषः इति अपेक्षितमस्ति स्पष्टं वा स्पष्टं नाम अस्माकं तत्र सूत्रं किमासीत् लक्ष्मीभगिनी किञ्चित् स्मारयतु सूत्रं कर्तरिकर्मणि च एकं द्वे एकं कर्तरिप्रयोगे इत्युक्ते तत्र कर्तरिप्रयोगे कर्तुः अनुगुणं क्रियापदं भवेत् परन्तु कर्मणि प्रयोगे कर्मपदम् अनुसृत्य क्रियापदं भवेत् इत्युक्ते त्रीणि एकम् एकं मया सम्यक् एकं द्वे एकं त्रीणि एकम् एकम् इति सर्वेषां मनसि भवेत् एकं द्वे एकं त्रीणि एकम् एकं तत् अन्तिम एकम् इत्युक्ते क्रियापदस्य रूपं एकं द्वे एकम् एकमित्युक्ते कर्तृपदं द्वे इत्युक्ते कर्मपदं क्रियापदमिति पुनः एकमित्युक्ते कर्तुः अनुगुणम् पुनः त्रीणि एकमेकमिति कर्तरि इति कर्मणि प्रयोगे त्रीणि एकमेकमिति तत्र कर्तृपदस्य तृतीयविभक्तिकत्वमस्ति अपि च कर्मपदस्य एकविभक्तिकत्वमस्ति प्रथमाविभक्तिकत्वमस्ति पुनः तदनुसृत्य तद्रूपमनुसृत्य कर्मपदस्य रूपमनुसृत्य क्रियापदं भवति इति कृत्वा त्रीणि एकमेकं सविषं मनसि भवतु एवम् अस्माकं विस्मरणं न कदापि भवति एकं द्वे एकं त्रीणि एकमेकम् अस्तु इतः अग्रे सरेम तर्हि महोदय सरला भगिनि अस्तु समीचीनं सरला भगिनि अग्रे गच्छेम जयन्ति भगिनि अग्रे ततः महोदय ततः सः कञ्चित् छात्रगणम् आहूय तत्पुरतः घण्टात्रयं व्याख्यानम् अकरोत् अन्ते च पृष्टवान् इदानीं भवद्भिः योगः एषः सिद्धान्तः अवगतः खलु इति कश्चन छात्रः कश्चित् छात्रः किञ्चित् धैर्येण उक्तवान् भो महोदय भोः योगः महोदय इदानीम् अग्रे गत्वा वयं जानीमः एतत् सर्वम् अतः तत्र विग्रहः नापेक्षितः अस्तु अस्तु भवान् सम्यगेव बोधितवान् तथापि यदि भवान् इतोपि किञ्चित् सरलीकृत्य बोधयेत् तर्हि अवश्यं वयम् अवगन्तुं शक्नुयाम इति तदा ऐन्स्टैनः अवदत् यदि अहम् इतोपि सरलीकरोमि तर्हि मम सिद्धान्तस्य का गतिर्भवेत् एतद्विषये स्पष्टप्रतिपत्तये काञ्चित् कथां श्रावयामि शृणुत इति ऐन्स्टैन् महोदयस्य सिद्धान्तम् अवबोधनार्थं सः काञ्चन छात्रान् आहूतवान् एकनिमिषः सिद्धान्तम् अवबोधनार्थम् इति सम्यक् वा अत्र भाषावर्गः अतः वदामि सम्यक् वा अवबोधयति इत्युक्ते अवगमयति इति नाम सिद्धान्तम् अवबोधनार्थम् अत्र सम्यक् वा इति प्रश्नः अत्र सम्यक् वा राजेन्द्रमहोदय अत्र समीकरोतु आम् आं महोदय ततः सः कञ्चित् छात्रगणम् आहूय तत् पुरतः घण्टात्रयं जयन्ती भगिनी यद् वाक्यम् आरब्धवती तत् समीकरोतु अवबोधयति इत्युक्ते वाक्यं किं पुनः वदतु ऐन्स्टैन् महोदयः तस्य सिद्धान्तम् अवबोधनार्थम् इति हा इति उक्तवती तत्तु दोषाय अस्ति तत्तु दोषाय अस्ति तस्य सम्यक् रूपं किम् इति अत्र अतीवमहत्त्वपूर्णबिन्दुः अस्ति तत्र अनार्थम् आगच्छति चेत् तत्र द्वितीया भवति न खलु महोदय द्वितीया विभक्ति सरला भगिनी वदतु प्रथमा विभक्ति आगच्छति तस्य सिद्धान्त तस्य सिद्धान्त बोधनार्थम् अत्र बालसुब्रह्मण्यं तत्र किं वदति भवान् सिद्धान्तः बोधनार्थम् इति वा इति वा अत्र विद्या भगिनी वदतु सिद्धान्तस्य बोधनार्थं किमर्थं तथा किमर्थं विद्या भगिनी किमर्थम् इति प्रायः वक्तुं न शक्नोमि परन्तु तदेव सम्यक् श्रूयते तदेव सम्यक् अस्ति सुब्रह्मण्यम् किञ्चित् वदति वा अत्र सम्बन्धः अस्ति किल महोदय अत्र सिद्धान्तस्य बोधनार्थमत्र कस्य बोधनार्थं नाम तत्र षष्टिविभक्तिः इति सम्बन्धस्य सूचकः इति इति इति सत्यम् इति सत्यम् अत्र प्रायः कर्मपद सम्बन्धः अस्ति भूत्वा अत्र षष्ठी भवति इति चिन्तयामि महोदय. अत्र अत्र अवबोधनार्थम् इति तत्र रूपं कीदृशमस्ति? तत्तु अवबोधनार्थम् इत्युक्ते अत्र अवबोधनाय इत्यस्य अर्थे उपयोगं करिष्यामः अत्र. हा किन्तु अत्र शब्दद्वयमस्ति, अत्र अत्र समासः अस्ति वस्तुतः, समासपदमस्ति. तत्र किमस्ति कुत्र महोदय? अवबोधनार्थं विग्रहः कः? अवबोधनार्थम् इत्युक्ते अवबोधनस्य अर्थे. हा अवबोधनस्य इति अस्ति अत्र. अवबोधनस्य इति कीदृशं रूपम् अस्ति? अवबोधनस्य इति षष्ठीविभक्ति. कस्य कस्य सिद्धान्तस्य अवबोधनस्य न कीदृशरूपस्य षष्टि न जानीयुः. अत्र कर्मपद अवबोधनम् अवबोधनम् इति कीदृशरूपमस्ति? हा समीचीनम्. अवबोधनम् कीदृशरूपमस्ति? अत्र कर्मपदमस्ति खलु महोदय अवबोधनम्? न किन्तु किं प्रत्ययान्तं अत्र ल्यूटन्तमस्ति. गमनं चिन्तनम् अवबोधनम् इति ल्यूट् ल्यूट् प्रत्ययेन सह द्वितीयविभक्तिः नितरां न भवति. अत्र क्रीडन्तरूपमस्ति, क्रीडन्तरूपमस्ति कुत्रचित् सीमितस्थलेषु क्रीडन्तरूपं सति तत्र द्वितीयविभक्तिः अस्ति, यथा कृत्वा, गन्तुं, तुमुनि अस्ति, तुमुन् अस्ति चेत्, कृत्वा अस्ति चेत्, तत्र शत्रपर्यन्तम् अस्ति चेत् तत्र द्वितीयविभक्तिः भवति. किन्तु सा तत्र ल्यूट् अस्ति चेत् नितरां न भवति. षष्ठी षष्ठीविभक्तिः एव भवति, नाम अहं गृहं गत्वा कार्यं करोमि. गृहम् इत्यस्य का विभक्तिः अत्र? द्वितीया. द्वितीयविभक्तिः कर्मपदमस्ति खलु. गत्वा गत्वा इत्यस्य एव कर्मपदमस्ति. गत्वा तत्र क्त्वा प्रत्ययान्तं पदम् अस्ति चेत् तत्र कर्मपदस्य द्वितीयविभक्तिकत्वं भवति. किन्तु किन्तु गृहस्य गमनेन न कोऽपि लाभः. इदानीं गृहस्य गमनेन न कोऽपि लाभः अत्र गृहस्य, न तु गृहं गमनेन, गृहस्य गमनेन. अतः सिद्धान्तस्य अवबोधनार्थं. स्पष्टं वा? खलु स्पष्टं महोदय. सर्वत्र तथा अस्ति, सर्वत्र तथा. यत्र कुत्रापि ल्यूट् भवति तत्र कर्मपदमस्ति चेत् तस्य षष्टिविभक्तिः भवति एव, यतोहि ल्यूट् द्वितीयविभक्ति विभक्तिं न स्वीकरोति एव. अस्तु जयन्ति भगिनी अग्रे अस्य अनुच्छेदस्य. अस्तु सिद्धान्तस्य उपस्थानं कृत्वा, सिद्धान्तस्य उपस्थानं कृत्वा महोदयेन उक्तं सिद्धान्तस्य उपस्थापनं किम् उपस्थानं किं वक्तुमिच्छति? सः उपस्थापितवान् छात्रान् पुरतः. किन्तु उपस्थानमिति न वक्तव्यम्, उपस्थापनम्. ओ क्षम्यतां महोदय, दोषः अभवत्. उपस्थापनं सिद्धान्तस्य उपस्थापनं कृत्वा सः पृष्टवान् सिद्धान्तः अवगतः वा इति. आकारान्तानां णिचि, आकारान्तानां णिचि इति तत्र पकारः मध्ये आगच्छति. इति विषयान्तरमस्ति. अस्तु अग्रे पुनः वदतु किं महोदय. निजन्तरूपम् अस्ति अणिच् उपस्थापयति. तत्र स्था धातुः अस्ति, आकारान्त धातुः स्था. तत्र यथा पाठयति तत्र पकारः नागच्छति, किन्तु स्था धातुः आकारान्तः, अतः तदनन्तरं पकारः अपेक्षितः अस्ति. उपस्थापयति, उपस्थापयति पकारः, उपस्थापनं तस्य लूट्. अस्तु हा वदतु. भवद्भिः सिद्धान्तः अवगतः वा इति, सर्वे अवगच्छन्ति वा इति सः पृष्टवान्. कश्चित् छात्रः, अस्तु एकः छात्रः उक्तवान् धैर्येण, इतोपि किञ्चित् सम्यक् बोधितवान् भवान्, परन्तु इतोपि किञ्चित् स्पष्टीकरणीयः, सिद्धान्तः स्पष्टीकरणीयः इति सः उक्तवान् वा, कृपया सरलीकरोतु इति. तदा ऐन्स्टैनः अवदत्, सः उक्तवान् इतोपि एतं सिद्धान्तम् अहं सरलीकरोमि चेत् तस्य सारः नष्टः भवति, नष्टः भवेत् इति सः उक्तवान्. एतद्विषये स्पष्टप्रतिपत्तये काञ्चित् कथां श्रावयामि शृणुत इति. प्रतिपत्तिः इति अहं न जानामि महोदय. स्पष्टप्रतिपत्तिः तत्र उपपादनम् अथवा स्पष्टकरणं, स्पष्टीकरणमिति प्रतिपत्तिः. तत्र न्यायशास्त्रे बहुत्र एतादृशप्रतिपत्तिः, उपपत्तिः उपपादयति. आम् अस्तु अस्तु. यदि अहम् इतोपि स्पष्टीकरोमि तर्हि स्पष्टीकरणे इति वक्तुं शक्नोमि वा, एतद्विषये स्पष्टप्रतिपत्तये काञ्चित् कथां श्रावयामि. स्पष्टीकरणार्थम् इति वा तस्य अर्थः? अत्र स्पष्टप्रतिपत्तये इति का विभक्तिः? एतद्विषये स्पष्टप्रतिपत्तये इति सति सप्तमी वा? सति सप्तमी इति नास्ति. अत्र सरला भगिनी वदतु. चतुर्थी विभक्ति अस्ति. हा का विभक्तिः? चतुर्थी. अत्र प्रातिपदिकं किं? सत्यं सत्यं. प्रातिपदिकं किं? स्पष्टप्रतिपत्तिः. स्पष्टप्रतिपत्तिः इति प्रथमविभक्तौ. स्पष्टप्रतिपत्ति प्रतिपत्ति इति इकारादशब्दः अस्ति, मुनिशब्दः इतिवत्. अतः मुनये खलु जयन्ति भगिनि. महोदय वस्तुतः स्त्रीलिङ्गशब्दः, किन्तु तदेव अस्ति. अस्तु अस्तु. प्रतिपत्ति अहं कथां श्रावयामि? न, मुनिशब्दस्य चतुर्थी विभक्त्यन्तं रूपं किम्? मुनिशब्दः चतुर्थी विभक्तौ मुनिशब्दः. मुनये अतः पत्तये इति चतुर्थी अस्ति, चतुर्थी विभक्तिः. अतः समीचीनमेव प्रतिपदनार्थं प्रतिपादनार्थम् इत्यादिकं भवति. अहं कथां श्रावयामि इति उक्तवान्. शृणुता इति कः लकारः? लोट् एव, लोट् लकारः. यूयं शृणुत इति मध्यमपुरुषः. बहुवचनं बहुवचने अस्ति, बहु सम्यक् अस्ति. अस्तु अग्रे गच्छेम. सुब्रह्मण्यं वदतु अग्रे. आं महोदय. ततः अयनस्थायन उवाच, कश्चन अन्धः मार्गे केनचित् पङ्गुना मिलितः. परस्परं परिचयः यदा जातस्तदा अन्धपङ्गुम् अवदत्, अहं भवन्तं मम स्कन्धेन वहामि, अहं भवतः पादयोः कार्यं निर्वहामि, भवान् मम नेत्रयोः कार्यं करोतु इति. पङ्गुः अङ्गीकृतवान्. तौ सानन्दम् अटितवन्तौ. मार्गे पङ्गुः किञ्चित् उपहारगृहं दृष्टवान्. तदा उपाहारगृहं दृष्टवान् तदा तयोर्मध्ये एष संवादः प्रवृत्तः. इदानीमत्र अयन् स्थायिन महोदयः एकां कथां श्रावितवान्. सः अवदत् एकः अन्धः केनचित् पङ्गुना मिलितवान् मार्गमध्ये. द्वयोः मध्ये किञ्चित् परिचयः अभवत्. अनन्तरं अन्धः पङ्गुम् उक्तवान् अहं त्वां मम स्कन्धेन नयामि इति. भवान् मम नेत्रयोः इव कार्यं करोतु, अहं तव पादयोः इव कार्यं करिष्यामि इति. पङ्गुः अङ्गीकृत्य अन्धस्य स्कन्धे तिष्ठवान्. मार्गमध्ये पङ्गु एकम् उपाहारगृहं दृष्टवान्. अत्र द्वयोर्मध्ये सम्भाषणम् अभवत्. तद् अग्रे दत्तमस्ति. बहु समीचीनमस्ति. अत्र कश्चन गृहपाठः अस्ति, भवता यदुक्तं तत्तु समीचीनमेव. इदानीम् इवशब्देन सह का विभक्तिः अथवा काः विभक्तयः सम्भवन्ति इति सर्वे दृष्ट्वा अग्रिमे सप्ताहे किञ्चित् काञ्चित् चर्चां कुर्मः. इवशब्दः तत्तु समीचीनं वा इति प्रश्नः. नेत्रयोः इव पादयोः इव इति समीचीनं वा इति सर्वे पश्यन्तु. अग्रे गच्छेम. राजी भगिनी अग्रे. भगिनी अस्ति? हरि ओम्. अस्तु राजेन्द्रमहोदय अग्रे. आम् आं महोदय. पङ्गुः, भो मित्र, अत्र उपाहारगृहम् अस्ति, गत्वा दुग्धं पिबाव. पङ्गुः अन्दमान् अत्र वार्तालापं पठतु. आम् अस्तु महोदय. अन्धः साधु, किन्तु मया अयं प्रश्नः अस्ति, किं नाम दुग्धं? किन्तु किं सम्यक्तया किं नाम दुग्धं? न आरम्भतः. साधु साधु, किन्तु मम अयं प्रश्नः अस्ति, किं नाम दुग्धं पङ्गुः दुग्धं नाम श्वेतवर्णं किञ्चन पेयम् अन्धः अहं जलं पिबामि श्वेतवर्णं किञ्चन पेयं पुनः वदतु दुग्धं नाम श्वेतवर्णं किञ्चन पेयम् अन्धः अहं जलं पिबामि अतः पेयम् इत्युक्ते किमिति जानामि परन्तु श्वेतवर्णम् इत्युक्तं तत् किं पङ्गु यत् हंसपिच्छस्य सदृशम् अन्धः मम शिरस्त्राणे पिच्छानि सन्ति तत् स्पर्शेन अहं जानामि यत् पिच्छं नाम किमिति तदस्तु हंसः इति उक्तं तत् किं पङ्गु हंसः नाम कश्चन पक्षी यस्य ग्रीवा पुनः वदतु हंसः नाम कश्चन पक्षी यस्य ग्रीवा वक्रा वर्तते इदानीं पङ्गुः अथवा अन्धः तेन मध्ये सम्भाषणम् अभवत् तथा ईदृशं जातं सम्भाषणं पङ्गुः वदति अन्धम् उद्दिश्य वदति अत्र एकम् उपाहारगृहम् अस्ति तत्र गत्वा दुग्धं पिबावां दुग्धं पिबाव अन्धः वदति प्रत्युत्तरं ददाति साधु किन्तु मम अयं प्रश्नः तस् मम एकः प्रश्नः अस्ति किं नाम दुग्धं सः तु पूर्वं कुत्र दुग्धं न दृष्टवान् सः पृच्छति दुग्धं नाम किं कीदृशी पेयम् अस्ति तत् पङ्गुः दुग्धं नाम श्वेतवर्णं किञ्चन पेयं पङ्गुः वदति श्वेतवर्णं पेयम् अस्ति दुग्धं किञ्चन पेयम् अस्ति श्वेतवर्णम् अस्ति अन्धः वदति अहं जलं पिबामि तथा पेयं जानामि यथा अहं जलं पिबामि पेयं किम् अस्ति तत् जानामि परन्तु श्वेतवर्णम् इत्युक्ते किं तत् न सः न जानीयात् श्वेतवर्णं किं पङ्गुः वदति यत् हंसपिच्छस्य सदृशं यादृशी पिच्छः हंसस्य अस्ति तादृशी वर्णं श्वेतवर्णं तादृशी पिच्छ श्वेतवर्णम् इत्युक्ते दुग्धम् अस्ति पङ्गुः तादृश श्वेतवर्णं दुग्धे अपि अस्ति अन्धः मम शिरस्त्राणे पिच्छानि सन्ति मम शिरस्त्राणे पिच्छानि सन्ति सः मम शिरस्त्रा यदा मम शिरस्त्रम् अस्ति तत् पिच्छानि सन्ति तथा अहं जानामि पिच्छं नाम किम् इति तदस्तु परन्तु सः पुनः पृच्छति हंस इत्युक्ते किं तत् किं हंसं किम् अस्ति कीदृशी अस्ति हंसः पङ्गुः हंसः नाम कश्चन पक्षी यस्य ग्रीवा वक्रा वर्तते पङ्गुः वदति कश्चन पक्षी अस्ति हंसः यस्य ग्रीवा वक्रा ग्रीवा इत्युक्ते न जानामि महोदय ग्रीवा वक्रा इति ग्रीवा हा प्रथमतया तत्र प्रथमतया पिच्छम् इत्युक्ते सः वदति यत् शिरस्त्राणि पिच्छानि सन्ति तत्र शब्दान्तरं वदतु पिच्छानि इत्युक्ते अन्यत् प्रयावाचिशब्दान् न जानामि पिच्छानि तु अवगच्छामि पिच्छानि सन्ति किन्तु वस्तुतः तस्य शिरस्त्राणि पिच्छानि सन्ति इति तस्य शिरस्त्राणि तत्र सामान्यतया भवतः शिरसि किमस्ति? मम शिरसि किमपि नास्ति इदानीं. किमपि किं यद् आसीत् तत् तस्य नाम किं? केशः. केशं. हा केशः. केशाः. इति प्रायः वक्तुमिच्छति च खलु, नाम तस्य उदाहरणं दत्त्वा, स्वस्य उदाहरणं दत्त्वा. तस्मिन् अर्थे किन्तु पक्षिणः पक्षिणः केशाः इति पिच्छमिति वदामः, तत् यथा अस्माकं केशः भवति तत्र पक्षिणः पिच्छं भवति, पिच्छानि खलु इति वदति चेत् सर्वे अवगच्छन्ति. मम इदानीं केशाः पर्सने अहं जानामि यत् पिच्छं नाम किमिति. तदस्तु, हंसः इत्युक्तं तत् किं? ततः अग्रे हंसः नाम कश्चन पक्षी यस्य ग्रीवा वक्रा वर्तते. हा, ग्रीवा नाम शिरसः अधोभागे, अपि शरीरस्य अपि च शिरसः मध्ये यः भागः अस्माकमस्ति, शिरः अस्माकं शिरः यः यत् अस्ति शिरः, अपि च अस्माकं शरीरं, द्वयोः मध्ये यः भागः अस्ति शरीरस्य तस्य नाम अस्ति ग्रीवा. शिरसः शरीरस्य च मध्ये यः भागः अस्ति तस्य नामकरणमस्ति ग्रीवा. किमपि नास्ति, अवगच्छति वा? किन्तु कण्ठः इति मुखस्य अन्तः अस्ति खलु, कण्ठः तत्र अन्ततो गत्वा तत्र अन्तः अस्ति यः भागः तस्य नाम अस्ति कण्ठः. किन्तु बहिः तः तत्तु न वक्तव्यमस्ति. बहिः तः तत्र ग्रीवा इति उच्यते, बहिः तः. न अवगच्छति वा? न अवगच्छामि महोदय. कण्ठः इति आङ्ग्लभाषया तत्र थ्रोत् इति वदामः, तत् बहिः तः इति न वदामः, तत्र अन्ततः. मुखस्य अन्तः गत्वा तत्र थ्रोत् इति वदामः कण्ठः इति, न बहिः. बहितः इति न वदामः तथा, बहितः ग्रीवा इति वदामः. ग्रीवा इति वक्रा, वक्रा जानाति खलु, वक्रा इत्युक्ते मुखं. न न न, वक्र नाम तत्र अन्यकोपि वदतु, अत्र अखिला भगिनी संस्कृतेन किमपि वदतु उदाहरणं दत्वा, मार्गः अथवा किमपि. वक्र इत्युक्ते तत्र यद् इत्युक्ते यदा वयं तत्र अस्माकम् अङ्गुली तत्र दीर्घं कुर्मः चेत् तत्र वक्रता नास्ति, नो चेत् तत्र वक्रता अस्ति खलु महोदय, तदेव वक्र इति वक्तुं शक्नुमः खलु. हा इति, हा इति अन्यत् उदाहरणं ददातु. मार्गः अपि तथा भवति, यत्र तत्र साक्षात् दीर्घमा तत्र यदा मार्गः अस्ति तत् कुत्र गच्छति इति वयं बहु दूरात् द्रष्टुं शक्नुमः चेत् तत् तस्मिन् मार्गे वक्रता नास्ति, परन्तु तथा तत्र अनन्तरं किम् आयाति इति न द्रष्टुं शक्नुमः चेत् तत्र वक्रता अस्ति, येन कारणेन वयं न ज्ञातुं शक्नुमः, तर्हि तत्र मार्गः वक्रः इति वदामः. महोदय, यथा गणेशस्य वक्रतुण्ड अस्ति तथा मार्गः साक्षात् इतः तत्र इतस्ततः न अगत्वा साक्षात् देहलीनगरतः कोलकातानगरं पर्यन्तम् इति साक्षात् गच्छति चेत् तत्र वक्रता नास्ति. किन्तु इतस्ततः गमनं तत्र पर्वताः सन्ति, तत्र वामतः गच्छति दक्षिणतः गच्छति इति कृत्वा तत्र वक्रता इति. स्पष्टं खलु? विकारः वदामः महोदय, विकारः. विकारः इति किञ्चित् भिन्नः, वक्रः इति मार्गः, विकारः इत्युक्ते परिवर्तनं. महोदय वक्ररेखा सरलरेखा इति यदि रेखां लिखामश्चेत् वृक्षस्य शाखायाः अपि वक्रः अस्ति किल महोदय शाखान् अपि वृक्षस्य शाखान् अपि रुजुः नास्ति वक्र एव अस्ति किल राजेन्द्र तत्र पङ्क्तिः इति समीचीन उदाहरणमस्ति पङ्क्तिः कागदे पङ्क्तिं वद् लिखामः खलु पङ्क्तिं पङ्क्तिः भवति तत्र सरली भवितुमर्हति पुनः वक्रा भवितुमर्हति पङ्क्तिः इतस्ततः गमनं चेत् तत्र वक्रता अस्ति इतस्ततः तत्र कागदे तत्र सरली पङ्क्तिः अस्ति चेत् तत्र वक्रता नास्ति सरला पङ्क्तिः अस्तु अग्रे यच्छेम अखिलभगिनी अग्रे अन्धः प्रातःकाले अहं पक्षिणां कूजनं शृणोमि ग्रीवा तु ममापि अस्ति तत्र किं नाम वक्रत्वं तथा पङ्गुः किञ्चित् विचारं कृत्वा अन्धस्य हस्तं गृहीत्वा तं वक्रीकृत्य तस्यैव द्वितीयेन हस्तेन वक्रहस्तं स्पर्शयन् अवोचत् एतदस्ति वक्रत्वम् इति तदा अन्ध आनन्देन वक्रहस्तं स्पृशन् उक्तवान् इदानीम् अहं जानामि दुग्धं नाम एतादृशम् इति तर्हि इदानीम् अन्धः वदति यत् तत्र सः तु द्रष्टुं न शक्नोति अन्धः इति कारणात् तर्हि सः वदति प्रातःकाले अहं पक्षिणां कूजनं तु शृणोमि परन्तु ग्रीवायां वक्रत्वम् अस्ति इत्युक्ते किम् इति अहं न अवगन्तुं शक्नोमि इति सः वदति तर्हि सः वदति तत्र ग्रीवा मम अस्ति इति कारणात् ग्रीवा इत्युक्ते किम् इति अहं जानामि परन्तु वक्रत्वं नाम किम् इति अहं न जानामि इति तर्हि इदानीं तत्र पङ्गुः किं कृतवान् इत्युक्ते सः अन्धस्य हस्तं स्वीकृत्य तस्मिन् किञ्चित् वक्रत्वं आनय सः अन्यहस्तेन अन्धस्य अन्यहस्तेन तस्य अन्येन हस्तेन आनीय अन्येन हस्तेन तत्र यस्मिन् हस्ते तत्र वक्रत्वम् अस्ति तस्य स्पर्शं कृतवान् कारितवान् तर्हि अन्धः इदानीम् अवगच्छति यत् वक्रत्वं नाम किम् इति तर्हि सः हस्तं स्पृष्ट्वा महासन्तोषः भूत्वा सः उक्तवान् ओ अहो इदानीम् अहं वक्रत्वम् इत्युक्ते किम् इति जानामि यद् एतदेव दुग्धम् इति सः अवदत् इत्युक्ते किम् इत्युक्ते सः श्वेतवर्णः इत्युक्ते किम् इति न अवगतवान् इत्युक्ते तस्य सः न द्रष्टुं शक्नोति इति कारणात् सः द्रष्टुं शक्नोति इति कारणात् सः तत्र वर्णः इत्युक्ते कः इत्यस्य अवगमनमेव तस्य मनसि न जातः अस्तु समीचीनमस्ति अग्रे गच्छेम बालसुब्रह्मण्यमहोदय अग्रे कथायाः तात्पर्यम् एतदस्ति यत् अन्धम् उद्दिश्य श्वेतवर्णः ज्ञापयितुं न शक्यः अतः तादृशः प्रयत्नः न करणीयः इति तत्साधु खलु इदम् उच्यते भगवद्गीतायां श्रीकृष्णेन न बुद्धिभेदं जनयेत् अज्ञानां कर्मसंज्ञां जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्। एतस्मिन् पाठे स्थूलाक्षरैः मुद्रितानि कथायाः तात्पर्यम् अन्धम् उद्दिश्य श्वेतवर्णः ज्ञापयितुं न शक्यः। दृष्टिः विना केवलं वचनेन श्वेतवर्णः कः इति अन्धेन ज्ञातुं न शक्यः। प्रयत्नम् अपि कर्तुं प्रयोजनं नास्ति इति। समीचीनम् इति सारांशः अस्ति, इति सारांशः। अनन्तरं श्लोकः ज्ञातः वा? न, बुद्धिभेदं जनयेत् ज्ञानां कर्मसंज्ञां जनयेत्। अस्माकम् इतोपि अधिकसमयः नापेक्षितः। कस्यचित् बोधः अस्ति वा? कोऽपि बोधयति वा श्लोकः? अहम् अन्वयं वदामि महोदय। वदतु। विद्वान् सर्वदा कर्मसङ्गिनाम् अज्ञानां बुद्धिभेदं न जनयेत्, किन्तु युक्तः समाचरन् सर्वकर्माणि समाचरन् जोषयेत्। इत्युक्ते विद्वान् यः ज्ञानी अस्ति सः सर्वदा अज्ञानाम् अपि च कर्मसङ्गीनां मनसि भ्रमः उत्पन्नं न कुर्यात्। अनन्तरं यः इष्टफलप्राप्त्यर्थं कर्म आचरति सः एव कर्मसङ्गी। अनन्तरं विद्वान् सर्वदा कर्म सर्वकर्माणि सम्यक् आचरन् अपि च जोषयेत् इत्युक्ते विचिन्त्य जिज्ञासया कर्मसङ्गिनां सह कर्माचरणं कुर्यात् करणीयः। अस्तु, इति समीचीनमस्ति। स्थूलरीत्या अर्थः आगतः अस्ति। इदानीम् इतः अग्रेसरेम बहु समीचीनमस्ति। इदानीं तत्र विसर्गसन्धिः इति विषयः जातः। महोदय, एकः प्रश्नः अस्ति अस्मिन् श्लोके। पदद्वयमत्र अज्ञानां कर्मसङ्गिनाम्, अत्र ज्ञानी इति अस्ति खलु महोदय, अज्ञानिन् इति प्रातिपदिकम् अस्ति, अतः अज्ञानिन् इति प्रातिपदिकम् अस्ति चेत् द्वितीयाविभक्तौ अज्ञानिनम् इति भवति किल महोदय? अत्र कथं वा अत्र अज्ञानां कर्मसङ्गिनां तदपि भवितुमर्हति स्म, किन्तु अत्र प्रायः तत् नास्ति। अत्र यस्य ज्ञानं नास्ति, बहुव्रीहिसमासः अस्ति। यस्य ज्ञानं नास्ति सः अज्ञानः। तादृशम् अकारान्तशब्दः अज्ञानः, अज्ञानः कर्मसङ्गिनः तथा इति अस्ति। अज्ञानः इति प्रायः बहुव्रीहि समासः एव, समानार्थकशब्दः अस्तु महोदय। अस्तु, समीचीनम्। तर्हि इदानीं किञ्चित् अग्रे गच्छेम. इदानीं णत्वम् इति विषयः प्रायः सर्वेषां स्थूलबोधः स्यात्, तथापि किञ्चित् संक्षेपे उक्त्वा अस्मिन् विषये लीनः भवेम. तर्हि णत्वमिति दन्त्यनकारस्य स्थाने मूर्धन्य अणकारः यत्र भवति तत्र कुत्र कुत्र भवति, किमर्थं भवति, कुत्र न भवति, कुत्र बालकमस्ति इति इत्यादिविषये अस्माकं चिन्तनं भविष्यति. इदानीं सरलरीत्या यत्र एकस्मिन् पदे रेफः अथवा कृष्णषकारः अथवा मूर्धन्यषकारः अस्ति, अनन्तरं दन्त्यनकारः अस्ति, तस्य दन्त्यनकारस्य स्थाने मूर्धन्य अणकारः भवति. यथा पुस्तकं तस्य बहुवचनान्तरूपं किं? सरला भगिनी वदतु. भगिनी अस्ति, पद्मा भगिनी वदतु. पुस्तकं बहुवचनान्तरूपं किं? पुस्तकानि. हा, पुस्तकानि. इदानीं मित्रं? मित्राणि. तत्र पुस्तकानि अपि च मित्राणि, तत्र कोऽपि भेदः अस्ति वा? तस्य वर्तनि नाम लेखनशैली तत्र समानमस्ति वा? समाना अस्ति लेखनशैली. अस्तु, अत्र राजी भगिनी अस्ति वा? आं महोदय, अहमस्मि अत्र. पुस्तकानि अपि मित्राणि, तत्र भेदः अस्ति वा? दन्त्यनकारक पुस्तकानि, मित्राणि मूर्धन्यनकारक. किमर्थं रेपः अस्ति? मित्राणि नकारस्य पूर्वं रेप अस्ति, मित्र ततः नकारः णकारः भवति. पुस्तकानि तादृश रेपः नास्ति. तादृशः अन्यरीत्या कीदृशः रेपः अस्ति? मित्राणि दृशं तत्र रेपः नास्ति. पुस्तकानि पदे रेप एव नास्ति. रेप एव नास्ति. ततः तत्र नकारः दन्त्यनकारः. मित्राणि पदे रेपः अस्ति, ततः मूर्धन्यनकारः. बहु समीचीनमस्ति. इदानीं सुब्रह्मण्यं तत्र कर्तृशब्दः अस्ति, कर्ता. तस्य षष्टिविभक्त्यन्तं बहुवचनान्तरूपं किम्? षष्टिविभक्ति बहुवचनान्तरूपमस्ति कर्तॄणां, महोदय. अत्र तत्र किं भवति, किमर्थं च अत्र कर्तॄणाम्? अत्र नकारः अणकारः भवति अत्र. किमर्थमित्युक्ते पूर्वं ऋकारः अस्ति, अतः नकारस्य स्थाने अणकारः आगच्छति. हा, इति बहु समीचीनमस्ति. इदानीं पद्मा भगिनी पुनः तत्र पुष्पम् इति बहुवचनान्तरूपं किम्? पुष्पाणि. हा, तत्र किमपि परिवर्तनं जातं वा? भवती सम्यक्तया उक्तवती एव, तत् किमर्थं तथा अस्ति इति वदतु. पुनः वदतु, शब्दः कः? अत्र पुष्पमिति बहुवचनान्तरूपं वदतु. पुष्पाणि. हा, भवती उक्तवती एव रूपं. तत् कारणं किम्? किं वक्तव्यमस्ति? पुष्पाणि इत्यस्मिन् पकारोत्तर उकारोत्तर अनन्तरं कः वर्णः अस्ति? मकारं न, उकारस्य पुष्पमिति शब्दे तत्र उकारस्य अनन्तरं कः वर्णः? न पू पू पू अनन्तरं किमस्ति? शकारमस्ति। कीदृशशकारः? दन्तशकारः अस्ति। एवं वा, नूतनसमाचारः। नूतनसमाचारः, दन्त्यसकारः। यथा सरलम् इति सरलं, स एव सरलम् इति सकारः, सकारः नाम पुष्प, पुष्प इति वदामः वा पुष्प? मूर्धन्यषकारः। हा, मूर्धन्यषा षा, तालव्यषकारः, दन्त्यस्स, दन्त्यसकारः, तालव्यषकारः, मूर्धन्यषकारः, षकारः। तालव्यषकारः भिन्नः किन्तु तत्र तालु अस्ति, श मूर्धा तालु, तत्र भेदः अस्ति, श ष श ष इति भेदः, स श ष ष इति मूर्धन्यषकारः। मूर्धा, मूर्धायां भवति जिह्वा खलु, तत्र पुष्पं, पुष्पम् इति अस्ति। हा, पुष्पम् इति तत्र बहुवचनान्तरूपं किं, किमर्थं च? अत्र तालव्यषकारः अस्ति, तालव्यषकार न, न, मूर्धन्यषकारः। तालव्यषकारः नास्ति, मूर्धन्यषकारः अस्ति न वा? अजयन्ती भगिनी किञ्चित् अत्र मूर्धन्यषकारः अस्ति इति कृत्वा तदनन्तरं नकारः मूर्धन्यनकारः भवति इति, हा इति अस्ति, इति णत्वस्य विषयः। तत्र निमित्तं नाम कारणं, यत्र रेफः अथवा कृष्ण ऋकारः, ह्रस्वः दीर्घः वा ऋकारः, रेफः ऋकारः अथवा मूर्धन्यषकारः, त्रयाणां वर्णानां कारणेन दन्त्यनकारः एकस्मिन् समानपदे दन्त्यनकारः मूर्धन्यणकारः भवति, नकारः अणकारः भवति अनेन कारणेन इति अणत्वं नामकविषयः अस्ति। अस्तु, अस्मिन् विषये बहु किमपि वक्तव्यमस्ति। तत्र वस्तुतः पाणिनीय पञ्चाशत् सूत्राणि सन्ति, पञ्चाशत् सूत्राणि, बहूनि सूत्राणि सन्ति, सर्वं न द्रक्ष्यामः, किन्तु प्रमुखसूत्राणि कानिचन द्रष्टव्यानि सन्ति। तस्मात् पूर्वम् अद्य यतोहि किञ्चित् किञ्चित् पठन्तः स्मः, तदाधारेण अत्र पुनः अत्र अत्रैव कथा इत्युक्ते एकं पत्रमस्ति, तद् पश्येम आनन्देन, यथा अस्माकं भागः प्रवर्तमानः आसीत् तत्र अग्रे गच्छेम। अत्र अकस्मिन् पुटे त्रिषष्टितमे पुटे अस्ति, त्रिषष्टितमे पुटे एकं पत्रमस्ति, पत्रमस्ति अत्र। सरला भगिनी आरब्धुमिच्छति वा? आं महोदय। रामनगरे कुत्र अस्ति? पञ्चदश जून् सत्यम् अष्टाधिकं द्विसहस्र सुधीरः न सम्यक्तया न श्रूयते। शुभाशयाः, भवतः पत्रं प्राप्तं, गृहात् भवत्याः तत्र स्पीकर् फोन् नास्ति खलु, दूरवाणी तत्र मुखस्य निकटे स्थापयतु। अस्तु, इदानीं श्रूयते? इदानीं सम्यक्। अस्तु, भवतः पत्रं प्राप्तं, गृहात् प्रथमवारं दूरस्थे नगरे छात्रावासे वसतः भवतः कुशलं ज्ञातं, महाविद्यालये पठने व्यग्रः सन्नपि भवान् प्रतिदिनं धावनं करोति, मित्रैः सह कन्दुकं बास्केट्बाल् क्रीडति, सङ्गीतप्रेमिणां गणेपि भागं वहति, इत्येतत् सर्वं ज्ञात्वा अत्र सर्वे नितरां सन्तुष्टाः। भवतः विद्यालये पाठ्यमानेषु ऐच्छिकविषयेषु भगवद्गीता अन्यतमः विषयः अस्ति इत्येतत् मम आनन्दं जनयति। तत्रापि भगवद्गीता संस्कृतभाषया एव पाठ्यते, सम्यक्तया उच्चारयति, संस्कृतभाषया एव पाठ्यते इति श्रुत्वा भवतः माता अभिप्रैति यत् एषः तु दुग्धशर्करायोगः इति। महाविद्यालये भवता व्यक्तिव्यस्य व्यक्तित्वस्य सर्वतोमुखविकासाय अवसरः प्राप्तः अस्ति इति सा मन्यते। माता पुत्रस्य पत्रं प्राप्तं लिखति। अत्र मातुः विषयः अस्मिन् पत्रे आगच्छति, किन्तु वस्तुतः पितुः पत्रं भवतः पत्रं पित्रा लिखितमस्ति। अस्तु, पुत्रं अन्ते किं लिखितमस्ति? शुभाशिषः शुभाशया च भवदीय तातः। सो पिता पुत्रं लिखति, पुत्रस्य अत्र पिता पुत्रं लिखति इति वक्तव्यं वा? लिखितवान्। अत्र विद्याभगिनी किमस्ति, तत्र कश्चन दोषः अस्ति वा? पिता पुत्रं लिखति, किमर्थं विद्याभगिनी वदतु किं महोदय पुनः? किमर्थं तथा? सः पुत्रः पत्रं प्राप्नोति, अतः पिता पुत्रं प्रति पत्रं प्रेषयति, पुत्रं प्रति इति कृत्वा तत्र चतुर्थी विभक्तिः, सः एव प्राप्नोति। सः एव प्राप्नोति, किन्तु कुत्रचित् चतुर्थीविभक्त्यर्थे द्वितीयविभक्तिः भवति, कुत्रचित् तथा अस्ति, अत्र तथा नास्ति, किमर्थम्? गमनस्थाने अस्ति चेत् द्वितीया भवति गमनार्थे। तत्तु भिन्नमस्ति, तत्तु सत्यं, किन्तु भिन्नविषयः। केचन दातवः द्विकर्मकाः सन्ति, द्विकर्मकदातवः केचन सन्ति, तेषु लिग्धातुः अन्यतमः नास्ति इति कृत्वा चतुर्थीविभक्त्यर्थे न भवति द्वितीयविभक्तिः लिग्धातोः विषये, तथा न भवति इति विषयः अस्ति। अत्र कारकम् इति संस्कृतभारत्याः पुस्तकमस्ति वा? नास्ति चेत् तत्र एकं परिशिष्टमस्ति, तत्र षोडश दातवः सन्ति ये द्विकर्मकाः, नाम तेषाम् अर्थे एकस्मिन् दिने एकस्मिन् अस्माभिः पठितमासीत् गीतासोपानं द्वितीयभागे अस्ति। किमिति गीतासोपानस्य द्वितीयभागे द्विकर्मक आगच्छति द्विकर्मकदातवः सन्ति तत्र आम् आम् अस्तु लिखदातुः तथा तत्र नास्ति इति कृत्वा न सम्भवति अस्तु अग्रे तो लिखदातु केवलं द्वितीयाविभक्ति भवति सकर्मकधातुः अस्ति सकर्मकधातुः अस्ति किन्तु पत्रमिति कर्मपदमस्ति न तु पुत्रः अस्तु अहं पत्रं पुत्राय लिखामि पत्रमिति सिका विभक्तिः तत्र द्वितीयाविभक्तिः आम् आम् अग्रे सः लिखति प्रथमं वारं पुत्रः गृहात् दूरस्य नगरे गतवान् छात्रावासे वसतः भव सः छात्रावासे इति नगरं गतवान् सम्यक्तया वदतु अस्माकं भाषावर्गः नगरे गतवान् इति भवति वा दूरस्थं नगरं द्वितीयाविभक्ति आगच्छति तत्र दूरस्थं नगरं गतवान् तत्र छात्रावासे सः वसति सः कुशलम् अस्ति तत् ज्ञातं पिता वसतः इति कीदृशं रूपम् अस्ति वसतः वस्तुतः इति वस्तुतः इति न वसतः वसतः वसतः लक्ष्मी भगिनी वदतु शत्रन्तरूपं महोदय अत्र भवतः षष्टिविभक्तिः प्रातिपदिकं किं भवान् प्रथमविभक्ति भवान् प्रातिपदिकं किं भवत् तकारान्तशब्दः वसत् वसत् तकारान्त अस्तु वसतः भवतः अग्रे अग्रे महाविद्यालये पठने व्यग्रसन्नपि भवान् प्रतिदिनं धावनं करोति मित्रैः सह कण्डोलं कन्दुकं क्रीडति सः महाविद्यालये किं किं करोति तत् पिता पुनः लिखति सः प्रतिदिनं धावनं करोति अपि कण्डोलकन्दुकं क्रीडां करोति सङ्गीतप्रेमिणां गणेपि भागं व्यग्रः पठने व्यग्रः मीन्स् अतिरिक्तः पठनाय अतिरिक्तः न न न तथा नास्ति विद्याभगिनी सहायं करोतु पठने व्यग्रः इत्युक्ते मग्नः पठने मग्नः मग्नः लीनः निमग्नः तादृश अर्थः अस्ति अस्तु तदापि सः क्रीडां धावनं करोति क्रीडां करोति सङ्गीतप्रेमिणां गणेपि भागं वहति सः सङ्गीते अपि भागं करोति इत्येतत् सर्व ज्ञात्वा अत्र सर्वे नितरां सन्तुष्टः सर्वे गृहे सन्तुष्टाः सन्ति सः बहव कृतानि करोति भवतः इदानीं समयस्य अभावे अन्य कोऽपि विद्याभगिनी वदतु अग्रे भवतः विद्यालये पाठ्यमानेषु ऐच्छिकविषयेषु भगवद्गीता अन्यतमः विषयः अस्ति इत्येतत् मम आनन्दं जनयति तत्रापि भगवद्गीता संस्कृतभाषया एव पाठ्यते इति श्रुत्वा भवतः माता अभिप्रयति यत् एषः तु दुग्धशर्करायोगः तर्हि पिता वदति भवतः विद्यालये भगवद्गीतायाः विषये पाठः जातः इति श्रुत्वा अहं बहु आनन्दितः अस्मि तत्रापि भगवद्गीता तत्र ऐच्छिकविषयेषु इत्युक्ते ऐच्छिक इत्युक्ते अहम् ऐच्छिकविषयेषु ऐच्छिकविषयेषु अत्र कीदृशं रूपम् इति जानन्ति भगिनी वदति वा? ऐच्छिकः ऐच्छिकः ऐच्छिकः ऐच्छिकः सुब्रह्मण्यं यथा अत्र बालकः इति वयं दृष्टवन्तः किल महोदय, अत्र अकच् अकच् प्रत्ययः इति दृष्टवन्तः, तादृश पदमस्ति इति चिन्तयामि महोदय. किन्तु अत्र धातुः कः अथवा अर्थः कः? इच्छुकः इच्छा हा नाम इष् धातुः अस्ति, इष् धातुः अस्ति. जयति भगिनी वदतु. इष्टातुः अस्ति, इच्छुकः इति अर्थः प्रायः ऐच्छिक यत् यत् इष्ट यत् इष्यते वा यत् इच्छति तत् विषयं सर्वं करोति इति. नाम तत्र विश्वविद्यालयेषु केचन विषयाः अनिवार्याः, केचन विषयाः अनिवार्याः, केचन ऐच्छिकाः. नाम विकल्पेन कर्तुमपि शक्नोति नापि कर्तुं शक्नोति इति कृत्वा अत्र पाठ्यमानेषु ऐच्छिकविषयेषु भगवद्गीता अन्यतमः. अनिवार्यविषयः नास्ति, किन्तु ऐच्छिकविषयः अस्ति, यथेच्छं कर्तुं शक्यते. अस्तु अस्ति, विद्याभगिनी अग्रे. तत्र इति पिता उक्तवान् तत्रापि संस्कृतभाषायाम् एव पाठ्यते इति श्रुत्वा भवतः माता अपि आनन्दं प्राप्तवती. एषः तु दुग्धशर्करायोगः इति इत्युक्ते तत्र एषः विषयः बहु आनन्दजनकः इति. महाविद्यालये भवता व्यक्तित्वस्य सर्वतोमुखविकासाय अवसरः प्राप्तः इति सा मन्यते. पिता वदति भवतः माता चिन्तयति भवतः विद्यालये भगवद्गीतायाः विषये पाठः जातः इति श्रुत्वा भवतः व्यक्तित्वस्य सम्पूर्णविकासः भवति इति सा चिन्तयति. सम्यक् सम्यक्. अस्तु अग्रे, अखिला भगिनी अग्रे. सुहृदः भगवद्गीताकक्षायाम् आगन्तुं न इच्छति, तत्र पुनः केचन कक्ष्यां हा सुहृदः भगवद्गीताकक्ष्याम् आगन्तुं न इच्छन्ति, तत्र पुनः केचन कक्ष्यां प्रति गन्तॄन् उपहसन्ति इत्येतत्तु यथा भवतः तथा ममापि खेदकारी विषयः, परन्तु अत्र भवतः मित्राणां न दोषः, यतः ते जानन्ति यत् मानवताविकासे विश्वाभियुदये च गीता कथम् उपकरोति. गीता तु अतीव प्राचीनः ग्रन्थः, तस्य पठनेन अद्य पूर्वालाभः विषययूनाम् इत्येवं बहवः प्रश्नाः स्युः तेषाम्. सुहृदः इत्युक्ते मित्रः, तर्हि मित्राणि इत्युक्ते इदानीं सुधीरः भगवद्गीताकक्षां गच्छति, परन्तु तस्य सुहृदः इत्युक्ते मित्राणि तत् तेषाम् इष्टं नास्ति तस्मिन् विषये, आसक्तिः नास्ति इति, केवलम् आसक्तिः नास्ति इति एव नास्ति, परन्तु ये गच्छन्ति तस्य उपहासमपि कुर्वन्ति सुहृदः. तर्हि पिता इदानीं सुधीरं वदति एकं तु भवतः मित्राणि तत्र कक्षाम् आगन्तुं न इच्छन्ति, अपि च उपहासमपि कुर्वन्ति इति कृत्वा यथा सुधीरस्य मनसि किञ्चित् सुधीरः दुःखम् अनुभूतः तद्वत् पिता अपि दुःखं किञ्चित् अनुभवति. परन्तु सः वदति तत्र मित्राणां तस्य मित्राणां दोषः नास्ति अत्र वस्तुतः, परन्तु तत्र यतोहि तेन जानन्ति यत् तत्र मानवता विकासे इत्युक्ते मनुष्याणां तत्र विकासे अथवा तत्र विकासस्य पर्यायपदं विकासे तत्र मानव मनुष्यस्य विकासस्य विषये अपि च विश्वाभ्युदये इत्युक्ते विश्वस्य विकासाय अपि इत्युक्ते तत्र गीतायां यानि विषयाणि सन्ति तत् बहु उपकारी भगिनि ये विषयाः सन्ति ते उपकारक भूताः इति तेन जानन्ति इति कृत्वा तथा तत्र उपहासं कुर्वन्ति. तत्र बहूनां विचारः अस्ति यत् गीता तु पुरातन ग्रन्थः, तत्र इदानीन्तनकाले तस्य पठनेन तत्र लाभः किमपि नास्ति, तत्र तावान् अधिकान् समीचीनान् विषयान् किमपि नास्ति, को वा लाभः इति तत्र तस्य पठनेन लाभः कोऽपि नास्ति, लाभः नास्ति. तत्र अद्यतनकालस्य कृते तत्र तस्मिन् विषयान् अधिकं नास्ति इति चिन्तनं प्रवर्तमानमस्ति तेषां मनसि इति. समीचीनम् अस्ति. सुब्रह्मण्यं अग्रे अग्रे क्षम्यतां युवकानाम् अस्तु अस्तु महोदय. उपनिषदः, भगवद्गीता, ब्रह्मसूत्रञ्च प्रस्थानत्रयम् इति कथ्यते. एते ग्रन्थाः भारतीयतत्त्वज्ञानस्य आधारभूताः सम्मान्याश्च. उपनिषदः यान् विषयान् प्रतिपादयन्ति ते विषयाः एव ब्रह्मसूत्रेषु सूत्ररूपेण उक्ताः सन्ति. भगवद्गीता उपनिषदां सारः इति कथ्यते. वेदेषु कर्मकाण्डः ज्ञानकाण्डः च इति भागद्वयं वर्तते. ज्ञानकाण्डस्य अन्यं नाम एव वेदान्तः. अन्यत् क्षम्यतां महोदय, ज्ञानकाण्डस्य अन्यत् नाम एव वेदान्तः अथवा उपनिषत्. अत्र इदानीं पिता लिखति उपनिषदः, भगवद्गीता, ब्रह्मसूत्रं च प्रस्थानत्रयम् इति मन्यते. एते ग्रन्थाः ज्ञानस्य आधारभूताः अपि च सम्मान्याश्च. एते ग्रन्थाः इत्युक्ते अत्र एतेषु ग्रन्थेषु भारतीयतत्त्वज्ञानविषये विषयान् भारतीयतत्त्वज्ञानस्य विषयान् स्थापिता तेषु ग्रन्थेषु भवति इति, तत्त्वज्ञानविषयं भवति इति. उपनिषदः यान् विषयान् प्रतिपादयन्ति ते अपि ब्रह्मसूत्रेषु सूत्ररूपेण भवन्ति इति. भगवद्गीता उपनिषदां सारः इति अपि मन्यते. वेदेषु कर्मकाण्डः ज्ञानकाण्डः इति भागद्वयं भवति. ज्ञानकाण्डस्य अन्यद् नाम अस्ति वेदान्तः अथवा उपनिषत् इति. अस्तु, बहु समीचीनमस्ति इति. अस्तु, जयन्ति भगिनी अग्रे शीघ्रम्. उपनिषदः भगवत् उपनिषद् इति उपनिषद् इति शब्दस्य श्रवणमात्रेण एव पवित्रा सरस्वतीनदी, गङ्गानदी च उत्तुङ्गानि हिमशिखानि, साधुस्वभावाः तपस्विनः, वनभूमिषु प्रतिष्ठिताः ऋष्याश्रमाः, पक्षिणां कलरवः, वृक्षच्छाया, पुष्पाणां सुगन्धः, अध्यापनपराः ऋषयः, अध्ययनशीलाः शिष्याः चेति बहुविधं चित्रं बुद्धिपथम् आयाति. केवलम् उपनिषद् इति शब्दस्य श्रवणेन बहवः कल्पनाः स्फुरन्ति मनसि. ते सरस्वती नद्याः, हिमशिखराणि, ऋषयः, साधुस्वभावाः तपस्विनः. साधुस्वभावाः इत्युक्ते साधवः, येषु साधु स्वभावः वा, साधुस्वभावः इति न जानामि महोदय. अत्र साधुस्वभावः एव अस्ति वा तेषाम्? अत्र अन्तपर्यन्तम् इदानीम् इमं भागं पठतु, अनन्तरं गृहपाठरूपेण सर्वेषां कार्यं भविष्यति अस्य अवगमनम्. अस्तु, बुद्धिपथम् आयाति. अतः एव तत्त्वज्ञानम् इत्युक्ते शान्ते परिसरे वासः, व्यवहारप्रपञ्चात् दूरं धावनं, कुटुम्बस्य परित्यागः, स्वकर्तव्यस्य च त्यागः इति चिन्तनं सुशिक्षितानाम् अपि भवति. किं पुनः साधारणानां? पाण्डुपुत्रः अर्जुनः अपि तथैव चिन्तितवान्. अतः एव रणाङ्गने अहं युद्धं न करोमि, राज्यं न इच्छामि, सुखं न इच्छामि, तस्मात् सन्यासः एव वरम् इति उक्तवान्. एतत्तु अत्यन्तं विपरीतचिन्तनम्. एषा तत्त्वज्ञानविषयिणी महती भ्रान्तिः. तां समूलम् उत्पाटयति वेदस्वरूपः भगवान् श्रीकृष्णः गीताद्वारा. महाभारतयुद्धभूमौ सः स्वयम् अर्जुनं तत्त्वं बोधयति. जीवनं केन प्रकारेण करणीयं, केन हेतुना कर्म आचरणीयम् इति च उपदिशति. अस्तु, बहु समीचीनमस्ति. अयं भागः सर्वेषां कृते गृहपाठः अस्ति, सम्यक्तया अवगच्छन्तु. अनन्तरं कथां समापयामः अग्रिमे सप्ताहे अग्रे, ततः यस्य अनन्तरं ऋणत्वचिन्तनम्. अस्तु तर्हि, धन्यवादः सर्वेषां. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः महोदय.